शांताकारं भुजगशयनम् पद्मनाभं सुरेशम् विश्वाधारं गगनसदृशम् मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यम् भवभयहरम् सर्वदुःखैकनाथम् मेघवर्णं शुभांगं लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं वन्दे विष्णु भवभयहरं सर्वलोकैकनाथं